पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 111 पृथुरुवाच कृष्णवेण्या तडाद्यस्मात् शिवविष्णुगणैः पुरा वणिक्शरीरात् कलह निर्मिदा कथिदा त्वया प्रभावोऽयं तयोर्नद्योः किं वा क्षेत्रस्य तस्य वा तन्मे कथय धर्मज्ञ विस्मयोऽत्र महान् मम नारद उवाच कृष्णा कृष्णतनुः साक्षाद्वेण्या देवो महेश्वरः तत्सङ्गमप्रभावं तु नालं वक्तुं चतुर्मुखः तथापि तत्समुत्पत्तिं कीर्तयिष्यामि तच्छृणु चाक्षुषस्यान्तरे पूर्वं मनोर्देवः पितामहः सह्याद्रिशिखरे रम्ये यजनायोग्यतो भवद सकृत्वा यज्ञसंभारान् सर्वदेवगणैर्वृतः युक्तो हरिहराभ्यां च तद्गिरे शिखरं ययौ भृग्वादयो मुनिगणा मुहूर्ते ब्रह्मदैवते तस्य दीक्षाविधानाय समाजं तत्र चक्रिरे अध ज्येष्ठां स्वरां पत्नीं विष्णुराह्वयतद्विजैः शासनैराययौ तावत् भृगुर्विष्णुमुवाचः भृगुरुवाच विष्णोस्वरा त्वया हुदा आयाति न हि सत्वरा मुहूर्तादिक्रमश्चायं कार्यो दीक्षाविधिः कथम् विष्णुरुवाच नायादि चेत्स्वरा शीघ्रं गायत्र्यत्र विधीयतां येषापि न भवत्यस्य भार्या किं पुण्यकर्मणि नारद उवाच एवमेव हि रुद्रोऽपि विष्णोर्वाक्यममोदद तच्छ्रुत्वा स भृगुर्वाक्यं गायत्रीं ब्रह्मणस्तदा निवेश्य दक्षिणे भागे दीक्षाविधिमधाकरोद यावद्दीक्षाविधिं तस्य विधेश्चक्रुर्विधानदः तावदभ्याययौ तत्र स्वरा यज्ञस्थले नृप तदस्तां दीक्षितां दृष्ट्वा गायत्रीं ब्रह्मणा सह सपत्नीर्षा परा क्रोधात् स्वरा वचनमब्रवीद स्वरोवाच अपूज्या यत्र पूज्यन्ते पूज्यानां च व्यतिक्रमः त्रीणि तत्र भविष्यन्ति दुर्भिक्षं मरणं भयं ममासने कनिष्ठेयं भवद्भिः सन्निवेशिता तस्मात् सर्वे जडीभूता नानारूपा भविष्यथ इदं च दक्षिणे भागे ह्युपविष्टा मदासने तस्माल्लोकैः सदा दृश्या तनुर्वहदु निम्नगा नारद उवाच तदस्तच्चापमाकर्ण्य गायत्री कम्पिता तदा समुद्धायाश पद्देवैर्वार्यमाणापि तां स्वरां तव भर्ता यथा ब्रह्मा ममाप्येष तथा खलु वृथा शपस्त्वं यस्मान्मां भवत्वमपि निम्नगा। नारद उवाच तदोहाः कृदा सर्वे शिवविष्णुमुखाः सुराः तदा लोकत्रयं ह्येदद्विनाश्यं यास्यदि ध्रुवं देवावूचुः। देवि सर्वे वयं शप्ता ब्रह्माद्या यत्त्वयाधुना यदि सर्वे जडीभूता भविष्यामोऽत्र निम्नगाः। तदा लोकत्रयं ह्येदद्विनाश्यं यास्यदि ध्रुवम् अविवेककृतस्तस्माच्चापोऽयं विनिवर्त्यताम्। स्वरोवाच नार्चिदो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः तस्माद्विघ्नं समुत्पन्नं मत्क्रोधजमिदं खलु। नापि मद्वचनं ह्येददसत्यं जायते खलु। तस्मात् स्वां शैर्जडीभूता यूयं भवद निम्नगाः। आवामपि सपत्न्यौ च स्वांशाभ्यामपि निम्नगे भविष्यावोत्र वै देवाः पश्चिमाभिमुखावहे। नारद उवाच इति तद्वचनं श्रुत्वा ब्रह्मविष्णुमहेश्वराः जडीभूता भवन्नद्य स्वां शैरेव तदा नृप। तत्र विष्णुरभूत्कृष्ण वेण्या देवो महेश्वरः ब्रह्मा खगुत्मिनी गङ्गा पृथगेवाभवत्तदा। देवास्वानपिदानंशाञ्जडीकृत्वा विचक्षणाः सह्याद्रिशिखरेभ्यस्ताः पृथगास्सन् सुनिम्नगाः। देवांशैः पूर्ववाहिन्यो बभूवुस्सरितां वराः गायत्री च स्वरा चैव पश्चिमाभिमुखे तदा। योगेनाभवदां नद्यौ सावित्रीदिप्रधां गदे ब्रह्मणास्थापितौ तत्र यज्ञे हरिहरा उभौ। महाबलादिबलिनौ नाम्ना देवौ बभूवधुः। तयोर्नद्योस्तु माहात्म्यं नाहं वक्तुं क्षमो नृप। ययोर्ब्रह्मादयो देवाः स्वांशैस्तिष्ठदि चापगाः। कृष्णोद्भवं पापहरं परं यः शृणोति यः श्रावयते च भक्रिया स्यात् तस्य पुण्या सकला क्रियापि तद्दर्शनस्नानसमुद्भवं फलम्। इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये भामासंवादे कृष्णावेण्यामाहात्म्यवर्णनो नाम एकादशाधिकशततमोऽध्यायः। ॐ